गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। तर्हि पुनस्मारणरूपेण गुणनिरूपणं जायमानमस्ति। गते वर्गे केचन गुणाः पुनस्मारिताः, अत्र रूपं, स्पर्शः, गन्धः, रसः, तेषां लक्षणं किं, कति दलानि सन्ति, दलसार्थक्यं कृत्वा कति विधानि सन्ति ते, तानि अपि च तेषु तेषां वृत्तित्वं कुत्र कुत्र इति एतत् सर्वम् अस्माभिः अधीतम्। अपि च शब्दः इत्यस्मिन् गुणस्य विषये चिन्तनम् आरब्धम्, किन्तु शब्दः इति अनन्तरमेव आगच्छति, तर्हि मया किं कृतं तत् त्यजामः इदानीम् इत्युक्ते रसपर्यन्तम् आगतं। तर्हि तदनन्तरं प्रश्नः, पञ्चमप्रश्न आरभ्य करणीयं। नमस्ते मेल् महोदय। नमस्कारः महोदय। पञ्चमप्रश्नः, तर्हि वृत्तित्वम् इति अस्ति, तर्हि वृत्तित्वम् इत्युक्ते किं, रमेश महोदय वदति वा? रमेश महोदय न श्रूयते। आम् महोदय। वृत्तित्वम् इत्युक्ते यत्र आधार आदेयभावः अस्ति तत् वृत्तित्वम् इति वक्तुं शक्नोमि इति अहं चिन्तयामि। वृत्तित्वं कुत्र भवति? आधारे भवति वा आदेये भवति वा? वृत्तित्वम् इति त्वप्रत्ययं योजितमस्ति, तर्हि कश्चन धर्मः अस्ति, स च धर्मः कस्मिन् अस्ति, आधारे अस्ति वा आदेये अस्ति वा? आधारे अस्ति, आधारे भवति वा? अस्तु, वृत्ति इति कस्य कस्य नाम अस्ति? वृत्ति इति, वृत्ति नो चेत् वृत्तिः इति। अत्र रूपलक्षणं पश्यति चेत् रूपं पृथिवी जल तेजो वृत्ति इति लिखितमस्ति खलु। रूपं पृथिवी जल तेजो वृत्ति, तर्हि वृत्ति इति पदेन आधारः उक्तः वा आदेयः उक्तः वा? आदेयः उक्तः। तर्हि वृत्ति इत्युक्ते आदेयः इति अर्थः, आदेये वृत्ति इति आदेयः, तदेव। कदा वृत्ति इति पदं प्रयुज्यामः प्रयुज्मः इति चेत् यत्र एकः अन्यस्मिन् भवति तत्र यद् उपरि अस्ति, यद् भारं ददाति, तस्य नाम अस्ति वृत्ति, नो चेत् आदेयः। अपि च आदेये आधेयता अस्ति, नो चेत् वृत्तित्वम् अस्ति। अस्तु, तर्हि इदानीं वृत्तित्वम् इत्युक्ते किम् इति अस्माभिः अधीतम्। अपि च तत्र व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति अस्ति 79th पेज् मध्ये। तर्हि व्याप्यवृत्तित्वम् इत्युक्ते किम्, अव्याप्यवृत्तित्वम् इत्युक्ते किम्? उदाहरणं स्वीकृत्य वदति चेदपि पर्याप्तम्। कपिवृक्षस्य उदाहरणं स्वीकुर्मः। कपिः वृक्षे केवलम् एकभागे अस्ति, वृक्षे सर्वत्र न अस्ति। तादृशसंयोगः अव्याप्तवृत्तिः, अव्याप्य अव्याप्यवृत्तिः। उदाहरणं वृक्षत्वम् इति स्वीकुर्मश्चेत् तत् वृक्षे सर्वत्र अस्ति तर्हि तत् व्याप्यवृत्तिः भवति. उत्तमं, बहु समीचीनमस्ति. तर्हि वृत्तित्वम् इत्युक्ते आधेयता, व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति तस्यैव विभागद्वयमस्ति. यत् केवलम् एकस्मिन् भागे वर्तते तादृशवृत्तित्वस्य नाम अस्ति अव्याप्यवृत्तित्वम्. उदाहरणं कपिः वृक्षस्य एकस्मिन् भागे अस्ति, तर्हि कपिः वृक्षं व्याप्य वर्तते इति यदा कदापि न वक्तुं शक्यते. किन्तु वृक्षत्वम् इति जातिः वृक्षे सर्वत्र वर्तते, प्रत्येकं भागेषु प्रत्येकं भागे वृक्षत्वं वर्तते इत्यतः वृक्षत्वम् इति जातिः व्याप्यवृत्तिः अस्ति इति बोधः. अस्तु, तदनन्तरम् अत्र अन्यदपि पाठः आसीत्, मूलाग्रनिष्ठम् अवच्छेदकत्वं घटत्वा घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् भिन्नम् इति उक्तम्. तस्य प्रतिपादनं श्रीराम महोदय करोति वा? आम् महोदय, प्रयत्नं करोमि. तत्र इदानीं तत्र कपिसंयोगः तत्र अग्रभागे अस्ति इति चिन्तयामः. कपि अथवा कपिसंयोगः द्वयमपि तत्र भवति. कपिः अग्रभागे अस्ति तदा तत्र संयोगः मूल अग्रभागे अस्ति. कपिसंयोगस्य अभावः मूलभागे अस्ति. इदानीं तदा तत्र अधिकरणतायाम् अधिकरण अस्ति, तत्र अधिकरणता अधिकरणे अस्ति. तत्र विशिष्ट तत्र अग्रदेशेन अवच्छिन्ना भवति, अग्रदेशेन अवच्छिन्ना भवति सा अग्रम् अधिकरणता. अत्र आदेयः कः, अधिकरणं किम्? वदामि महोदय, तत्र आदेयः अस्ति कपिः कपिसंयोगे इति स्वीकुर्मः. तत्र कपिसंयोगे आदेयता, अधिकरणम् अस्ति वृक्षः, वृक्षे अधिकरणता. इदानीं तत्र केन अवच्छिन्ना अधिकरणता इत्युक्ते एकस्मिन्नेव तत्र कपिसंयोगः अस्ति इति कृत्वा तत्र अवच्छेदकः कः इति वक्तव्यं भवति. तत्र मूलदेशे नास्ति, अग्रदेशे अस्ति इति कृत्वा अग्रदेशं स्वीकृत्य तत्र अवच्छेदकं वदामः. तत्र मूलम् इति अवच्छेदकं भवति अधिकरणतायाः. मूलम् अत्र अग्रम् इति भवति खलु, अग्रदेशे एव कपिसंयोगः अस्ति. अग्रम् मूलं न भवति, मूलं न भवति, अतः एव किञ्चित् भ्रमः जातः मयि. मूलं न अग्रम् अग्रम् इति अवच्छेदकं देशविशेषः अस्ति, देशस्य विशेषः अस्ति, कश्चन भागः अस्ति इति कृत्वा तत्र भागे एव संयोगः अस्ति इति कृत्वा अग्रम् इति तद् अवच्छेदकं भवति. इदानीं तत्र अस्माकं तत्र घटत्वनिष्ठप्रतियोगिता अवच्छेदकत्वं कथं अस्ति इति पश्येम. इदानीं प्रतियोगिता सर्वदा इदं घटाभावः विषयः अस्ति, घटाभावः घटाभावस्य घटाभावे अनुयोगिता, प्रतियोगिता घटे भवति. इदानीं केन अवच्छिन्ना अस्ति प्रतियोगिता इति पश्यामश्चेत् घटत्वं, घटत्वेन सा प्रतियोगिता अवच्छिन्ना अस्ति. अत्र व्याप्यः अस्ति, व्याप्यः अस्ति प्रतियोगिता, व्यापकः अस्ति घटत्वम् इत्युक्ते यत्र यत्र घटत्वं तत्र यत्र प्रतियोगिता. यत्र यत्र प्रतियोगिता घटाभावस्य प्रतियोगिता, तत्र सामान्यप्रतियोगिता घटाभावस्य प्रतियोगिता, तत्र च घटत्वं भवेत्. व्यापकः कः, व्याप्यः कः? अहं चिन्तयामि व्यापकः घटत्वम् इति चिन्तयामि महोदय. घटत्वम् इति व्यापकः, व्यापकः अस्ति, प्रतियोगिता अस्ति व्याप्यः. तर्हि प्रथमं वाक्यं कथं वक्तव्यं? यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वप्रतियोगिता तत्र तत्र घटत्वं. एवं तत्र इदानीं घटत्वं यत्र यत्र अस्ति तत्र प्रतियोगिता अपि अस्ति. तु इदानीं वृक्षकपिसंयोगविषये पश्यामश्चेत् यत्र यत्र कपिसंयोगः अस्ति तत्र तत्र अग्रत्वम् अग्रदेशः अस्ति इति नास्ति. तत्र अग्रदेश अधिक किम् अग्रदे तत्र व्याप्यव्यापकभावः नास्ति इति अहं चिन्तयामि महोदय. तत्र न्यून एतादृशव्याप्यव्यापकभावः नास्ति इति चिन्तयामि अहम्. हा सत्यं, किन्तु प्रतिपादयतु किञ्चित्. भवान् अवगच्छति किन्तु वक्तव्यम्. तत्र इदानीं कपिसंयोगे आदेयता अधिकरणता तु वृक्षे अधिकरणता वृक्षनिष्ठ अधिकरणता अग्रदेशेन अवच्छिन्ना अस्ति. इदानीं यत्र अधिकरणता तत्र तत्र अग्रदेशम् इति अग्रदेशः अस्ति इति न वक्तुं शक्नुमः. समीचीनम्. इत्युक्ते कपिसंयोगः मूलदेशे अपि भवितुम् अर्हति, तदा अग्रदेशः तत्र नास्ति इति कृत्वा तत्र घटत्वानिष्ठप्रतियोगिता अवच्छेदकात् एषः अवच्छेदकः भिन्नः अस्ति. हा समीचीनम् इति अस्ति. तर्हि अत्र वृत्तित्वस्य विभागद्वयमस्ति, व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वं. तयोः मध्ये भेदः कथं निरूपणीयम् इति चेत् तत्र अवच्छेदकधर्मं स्वीकृत्य निरूपयितुं शक्यते, सर्वत्र न भवति इति. अपि च अस्मिन्नेव सन्दर्भे अन्यदपि अस्माभिः चिन्तितम् इत्युक्ते अत्र व्यवहारः कथं भवति इति चेत् अग्रदेशः कुत्र अस्ति, वृक्षस्य अग्रदेशः वृक्षे अस्ति इति तादृशव्यवहारः क्रियते. किन्तु वस्तुतः किं वक्तव्यं तत्र? अग्रदेशः इति अवयवः अस्ति वृक्षस्य, अग्र इति अवयवः, एवमेव मूल इति अवयवः. तत्र अवयवेषु एव अवयवी भवति, कदापि न अवयवी अवयवी अवयवाः इति नास्ति. अत्र एकनिमिषं महोदय, क्षम्यताम्. अस्तु, तत्र अवयवी अवयविनि अवयविनि सत्यम् अवयविनि तत्र अवयवाः न सन्ति. तत्र अवयवेषु एव अवयवः अवयवी अस्ति इति अस्ति. तत्र तदा एव तत्र अवयव अवयिनोः इति तत्र समवायसम्बन्धः स्वीकुर्मः तु तत्र इदानीम् अवयविनि अवयव अस्ति चेत् तत्र भिन्नसम्बन्धः स्वीकरणीयः भवति, तत्र स्वरूपसम्बन्धः स्वीकरणीयः. समीचीनं. तर्हि सामान्यतया घटः एव कपाले अस्ति, कपालद्वयम् अवयवौ तस्मिन् नो चेत् तयोः घटः अस्ति. तर्हि सामान्यतया अवयवी अवयवे भवति, न तु विपरीतरीत्या. किन्तु इदानीं व्यवहारः कथमस्ति, मूलभागः वा अग्रभागः वा इति अवयवः अस्ति, अवयवी अवयविनी अस्ति इति तादृशचिन्तनं जायमानमस्ति. तर्हि तत्र केन सम्बन्धेन भवति इति चेत् स्वरूपसम्बन्धेन भवति इति वक्तव्यम्. अस्तु, समीचीनं. तर्हि अत्र व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वं मूलाग्रनिष्ठम् अवच्छेदकत्वं घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् कथं भिद्यते इति अधीतं. तर्हि तत्रैव मेहुल् महोदय वदतु, नव्यमतानुसारं चित्ररूपम् इति किम्? आम् आं महोदय, नव्यनैयायिकानां मतानुसारं चित्ररूपम् इत्युक्ते अनेकानां रूपाणां मिश्रीकरणम् इति चित्ररूपम् एतत् ते स्वीकृतः. अत्र उदाहरणरूपेण कश्चन पटः अस्ति चेत् तस्मिन् पटे बहवः वर्णाः भवितुमर्हति, किञ्चित् श्वेतरूपम् अथवा किञ्चित् रक्तरूपं किञ्चित् नीलरूपम् एते सर्वे वर्णाः तत्र सन्ति चेत् तर्हि पटस्य रूपं किम् इति प्रश्नः कुर्मः चेत् तत्र निश्चयेन न वक्तुं शक्नुमः. तत्र एक एव रूपम् अस्ति, अशुक्लरूपम् अथवा नीलरूपम् अथवा श्वेतरूपम् इति न वक्तुं शक्नुमः. किमर्थमित्युक्ते तत्र कश्चन भागः श्वेतरूपवर्णः अस्ति कश्चन भागे, परन्तु सर्वत्र नास्ति. अतः तत्र यत्र यत्र अनेकानां रूपाणां मिश्रीकरणं भवति तत्र ते चित्ररूपम् इति वदति. तदेव चित्ररूपं प्राचीनाः किं वदन्ति? प्राचीनाः वदन्ति चित्ररूपं चित्ररूपम् इति एव ते वदन्ति चित्ररूपं. तर्हि तयोः मध्ये भेदः कः? नव्याः प्राचीनाः प्राचीनानां मतानुसारं रूपं तु व्याप्यवृत्तिः गुणः अस्ति, अतः ते चित्ररूपम् इति एकं नूतनवर्णः रूपम् इति स्वीकृतं. परन्तु नव्यनैयायिकानां मतानुसारं रूपं तु व्याप्यवृत्तिः नास्ति, अव्याप्यवृत्तिः अस्ति इति ते वदति. समीचीनम्. अत्र मुख्यवार्ता अस्ति, प्राचीनानां मतानुसारं यदा एकस्यापि अधिकं रूपम् एकस्मिन् द्रव्ये भवति तदा नूतनरूपम् उत्पद्यते इति प्राचीनानां मतम्. पीतरूपं हरितरूपं द्वयमपि एकस्मिन् पटे अस्ति चेत् तर्हि इदानीं पटे किं रूपमस्ति इति चेत् चित्ररूपमस्ति. स च चित्ररूपं व्याप्यवृत्तित्वमस्ति, चित्ररूपे व्याप्यवृत्तित्वमस्ति, नूतनरूपम् उत्पद्यते इति प्राचीनानां मतं. किन्तु नव्यानां मतम् अत्र किमपि नूतनरूपं यदा कदापि न उत्पद्यते, केवलं समुदायस्य नाम तावदेव. एकं तत्र यानि रूपाणि सन्ति तानि सर्वाणि स्वीकृत्य एवमेव समुदायरूपेण चित्ररूपम् इति वदामः. तर्हि रूपे अव्याप्यवृत्तित्वमेव अस्ति इति नव्यानां मतं, रूपे व्याप्यवृत्तित्वमस्ति इति प्राचीनानां मतम्. अतः प्राचीनाः वदन्ति नूतनरूपम् उत्पद्यते यदा एकोपि अधिकं रूपम् एकस्मिन् द्रव्ये भवति तदा नूतनरूपम् उत्पद्यते इति प्राचीनानां मतं. नव्यानां मतं तु तादृशं नास्ति इति, प्रायः तत्र लाघवार्थं तादृशं ते वदन्ति. अस्तु, उत्तमं. तर्हि मेहुल् महोदय भवानेव वदतु, रूपादिचतुष्टयं पृथिव्यां कथं जायते? रूपादिचतुष्टयम् इत्युक्ते किम् इति प्रथमम् उक्त्वा कथं जायते इति वदतु पृथिव्याम्. रूपादि चतुष्टयं पृथिव्यां कथं जायते, रूपादि इत्युक्ते दृष्टवन्तः रूपस्पर्शगन्धः अपि च रसः इति रूपरसगन्धस्पर्शः इति रूपादिचतुष्टयं रूपादिचतुष्टयं ते सर्वे पृथिव्यां कथं जायते, तर्हि पाकजं पाकः इत्युक्ते तेजः संयोगेन ते जायते इति वयं दृष्टवन्तः। सत्यं, तर्हि यद्यपि पृथिव्यां सप्तविधरूपाणि सन्ति इति अङ्गीकृतं, तानि सर्वाणि अत्र पाकजेन एव जायते, अग्निसंयोगेन एव जायते इति कृत्वा ते अनित्याः भवन्ति। अनित्याः, आम् आम्, तेषां तानि अनित्यानि भवन्ति रूपाणि, तद् रूपादिचतुष्टयम् अनित्याः भवन्ति। अस्तु, तदनन्तरं कार्यकारणभावः इत्यस्मिन् विषये चिन्तनम्। अत्र कार्यकारणभावं निश्चयितुं, द्वयोः मध्ये कार्यकारणभावः अस्ति इति निश्चयितुम् अह उपायः स्वीकृतः नैयायिकैः, अत्र सहचारः, व्यतिरेकः, अन्वयः, व्यभिचारः इति पदचतुष्टयम् अस्माभिः अधीतं खलु, तर्हि तस्मिन् विषये एकनिमिषम् अत्र रमेश महोदय वदति वा? द्वयोः मध्ये कार्यकारणभावः अस्ति इति निश्चयितुं सः उपायः कारणं यत्र कार्यम् उत्पद्यते तत्र भवेत् तत् तत् न तत् एकम् अन्यस्य कार्य एकं कारणम् अन्यं कार्यं प्रति कारणं भवितुं निकषात्रयम् उक्तं, कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत् इति। इदानीं किञ्चित् भिन्नवार्ता अस्ति, भवान् पठितवान् चेत् वदतु, नो चेत् मया न पाठितम् एतावत् भवता भवन्तम् इति कृत्वा, यदि जानाति तत्र अन्वयसहचारः, व्यतिरेकसहचारः, अन्वयव्यभिचारः, व्यतिरेकव्यभिचारः इति अस्ति खलु। आं महोदय, तस्मिन् विषये पृच्छन् अस्मि। जानाति चेत् वदतु, नो चेत् अन्यः कोऽपि वदति। अन्वयसहचार इत्युक्ते यत् यदि कारणम् अस्ति तर्हि कार्यं भवति, यद् अस्ति तद् अस्ति तर्हि कार्यं भवति इत्युक्ते तत् अन्वयसहचारः इति कथ्यते। कारणसत्त्वे कार्यसत्त्वम् इति अन्वयसहचारः खलु? आम्। अस्तु, व्यतिरेकसहचारः यदि कारणं नास्ति तर्हि कार्यं न भवति, कारणाभावे कार्याभावः इति व्यतिरेकसहचारः, कारणसत्त्वे कार्यसत्त्वम् इति अन्वयसहचारः, कारणाभावे कार्याभावः इति व्यतिरेकसहचारः। अस्तु, इदानीम् अन्वयव्यभिचारः इत्युक्ते किम्? कारणसत्त्वे कार्य अभावः। हा, कारणसत्त्वे कार्याभावः अन्वयव्यभिचारः, व्यतिरेकव्यभिचारः कारण अभावे कार्य कार्यसत्त्वम्। न न, कार्यं भवति, अस्तु वदतु, कारणं नास्ति परन्तु कार्यं भवति इत्युक्ते तत् व्यतिरेकव्यभिचारः। व्यतिरेकव्यभिचारः इति अस्ति, समीचीनं। तर्हि द्वयोः मध्ये अन्वयसहचारः, व्यतिरेकसहचारः द्वयमपि भवति चेत् तयोः मध्ये कीदृशभावः निश्चितः भवति? यदि द्वयोः भवति चेत् तत् कारणः तत् कारण तस्य कारणस्य कारणम् इति कार्यस्य कारणम् इति वक्तुं शक्यते. हा तर्हि भावः इत्युक्ते कार्यकारणभावः निश्चितः भवति. यत्र द्वयोः मध्ये अन्वयसहचारः व्यतिरेकसहचारः द्वयमपि वक्तुं शक्यते तदा तयोः मध्ये कार्यकारणभावः निश्चितः भवति इति अस्ति. तर्हि एकम् उदाहरणं स्वीकृत्य वदति वा? आं महोदय. पुस्तके पृथ्वीगन्ध उदाहरणं दत्तमस्ति. यत्र यत्र यत्र पृथ्वी अस्ति तत्र गन्धः अस्ति, यत्र गन्धः नास्ति तत्र पृथ्वी अपि नास्ति. तर्हि अन्वयसहचारः अपि अस्ति, व्यतिरेकसहचारः अपि अस्ति, तत् तर्हि कारणकार्यभावः अस्ति. उत्तमम्. अत्र व्यभिचारस्य उदाहरणं वदति वा? व्यभिचारस्य उदाहरणम् यत्र कारणं कार्यं भवति. यदा तन्तुः स्वीकुर्मः, तन्तुः नास्ति परन्तु घटस्य उत्पादनं अन्वयव्यभिचारः इत्युक्ते अन्वयव्यभिचारः कार्याभावः, कारणसत्त्वे कार्य अभावः. तस्य उदाहरणं यदि कुलालः अस्ति चेत् अपि परन्तु घटः न भवति, मृत्तिका न अस्ति इत्युक्ते घटः न भवति, तर्हि तद् एकम् उदाहरणम्. उत्तमं. कुलालसत्त्वे घटाभावः इति अन्वयव्यभिचारस्य उदाहरणं. व्यतिरेकव्यभिचारस्य उदाहरणं पटः नास्ति परन्तु घटस्य कार्यं भवति. किन्तु घटपटयोः मध्ये कार्यकारणभावः अस्ति किम्? न. यदि दण्डः स्वीकुर्मः, चक्रस्य भ्रमणं पश्चात् यदि दण्डः नष्टः अभवत् तत् समयं यदि घटस्य उत्पादनं भवति तत्र दण्डः न अस्ति परन्तु घटस्य उत्पादनं भवति, तद् व्यतिरेकव्यभिचारः. उत्तमं. तर्हि दण्डाभावः घट उत्पत्तिः, दण्डाभावे घटसत्त्वम् इति व्यतिरेकव्यभिचारस्य उदाहरणं. बहु समीचीनं महोदय. अस्तु, तर्हि सर्वकारणसत्त्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते इति प्रश्नः अस्ति. मुरळीमहोदय, भवान् वक्तुमिच्छति वा? महोदय, प्रयत्नं करोमि. पृच्छतु कृपया, अहम् अवश्यं प्रयत्नं करोमि. मम शरीर स्थितिः नास्ति, सम्यक् नास्ति। भवतु, यदि भवान् श्रोतुमिच्छति शृणोतु। आम् अवश्यम् अवश्यम् अहं प्रयत्नं करोमि महोदय। इदानीं करोति वा नो चेत्? इदानीमेव। अस्तु, वदतु। तर्हि सर्वकारणसत्त्वैः पदार्थेभ्यः कार्यम् उत्पद्यते इति निरूपयतु। सर्व अत्र यद् मया प्रेषितं तद् भवतः पुरतः अस्ति वा? मोक्षी मौखिकपरीक्षा इति वर्ड् डाक्युमेण्ट् मया प्रेषितं खलु? न महोदय, इट् इस् नाट् बिफोर् ऐ जस्ट् गाट् अप् अण्ड् ऐ अटेण्डेड् द क्लास्। अस्तु, तर्हि भवान् शृणोतु। आं महोदय, ऐ गाट् सम् शिवरिङ्ग्। हा हा, नो प्राब्लम्, इस् द रीसन्। अस्तु, तर्हि शृणोतु भवान्। धन्यवादः महोदय। अस्तु, श्रीराममहोदय वदतु महोदय। सर्वकारणसत्त्वैः पदार्थेभ्यः कार्यमुत्पद्यते, निरूपयतु। इदानीं कार्यकारणभावः स्वीकुर्मश्चेत् तत्र दण्ड दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः इति वदामश्चेत् तत्र वयं चिन्तयामः दण्डः अस्ति चेत् घटः भवति इति, तादृशं नास्ति। तत्र दण्डः भवेत् अपि च सर्व सर्वा सामग्री भवेत् तत्र, तदा एव तत्र घटोत्पत्तिः भवति। इदानीं घट दण्डः अस्ति तदा घटः न जायते यदा कपालः नास्ति चेत्। तादृशं कपालदण्डः अस्ति चेत् कुलालः नास्ति चेत् घट उत्पत्तिः न भवति। एतादृशं तत्र सर्वे सर्वा सामग्री भवेत्, सर्वाः सामग्र्यः भवेयुः तत्र घटोत्पत्त्यर्थम् इत्युक्ते समीचीनं, बहु समीचीनं। तर्हि गण्डसत्त्वे दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः इति दण्डघटयोः मध्ये अन्वयसहचारः व्यतिरेकसहचारः निरूपितम्। अनेन कार्यकारणभावः तयोः दण्डघटयोः मध्ये कार्यकारणभावः निरूपितः। तथापि दण्डः अस्ति चेत् निश्चयेन अग्रिमक्षणे घटः भवेत् इति नियमेन न वक्तुं शक्यते। किमर्थं? सर्वाणि कार्याणि तत्र न सन्ति इति कृत्वा। कपालसत्त्वे घटसत्त्वं, कपालाभावे घटाभावः। तर्हि कपालः अस्ति चेत् घटः अग्रिमक्षणे जायेत इति नास्ति। किमर्थम् इति चेत् तत्र कपालसंयोगः न जातः इति कृत्वा। तर्हि सर्वकारणसत्त्वैः पदार्थेभ्यः कार्यम् उत्पद्यते इति अवगन्तव्यम्। कार्यकारणभावः वक्तुं तत्र अन्वयसहचारः व्यतिरेकसहचारः भवेत्, नो चेत् न वक्तुं शक्यते। किन्तु कार्यकारणभावः अस्ति चेत् अग्रिमक्षणे कार्यम् उत्पद्यते इति नियमेन न वक्तुं शक्यते इति। अस्तु, तत्रैव अन्यः प्रश्नः अपि अस्ति। श्रीराममहोदय, भवानेव वदतु। कारणं योग्यं भवेत् कारणाय, सो उदाहरणं निरूपयतु। योग्यं कारणम् इत्युक्ते नाम न अवगच्छामि महोदय। तत्र योग्यम् इत्युक्ते सूटबल्, फिट्। तत्र इदानीं वदामि महोदय, तत् इदानीम् आगच्छतु। योग्यं कारणं भवेत् इत्युक्ते तत्र इदानीं घटोत्पत्ति एव स्वीकुर्मः, तत्र दण्डः घटोत्पत्तेः कारणम् अस्ति। इदानीं कश्चन म्याच् स्टिक् अग्निशालाका स्वीकुर्मः, तद् उपयुज्य वयं चक्रं भ्रामयितुं प्रयत्नं कुर्मश्चेत् चक्रभ्रमणं कदापि न भवति। तदा तत्र योग्यः दण्डः भवेत्, तदा एव तत्र चक्रभ्रमणं भवति। तदनन्तरम् एव घटसंयोगः तत्र कपालसंयोगः भवति, तदा एव घटोत्पत्तिः भवति। सर्वत्र योग्यता अपि सर्वेषां कारणानां योग्यता अपि अपेक्षिता अस्ति। इति अस्ति. तर्हि सर्वेषु दण्डेषु दण्डत्वम् अस्ति एव. यस्मिन् दण्डत्वमस्ति सः दण्डः. तर्हि दण्डः अस्ति इति कृत्वा तत्र घटस्य निर्माणं भवेदेव इति नास्ति. किमर्थमित्युक्ते स च दण्डः योग्यदण्डः अपि भवेत्. तस्मिन् योग्यता भवेत्. कीदृशयोग्यता? चक्रभ्रमणयोग्यता भवेत्. तादृशदण्डः यदि क्षीणदण्डः स्वीकुर्मः, स्वीकृत्य अत्र चक्रभ्रमणं कारयामः, तत्र दण्डः एव नष्टः भवति, चक्रभ्रमणं न उत्पद्यते. तर्हि योग्यता अपि आवश्यकता अस्ति. तर्हि दण्डसत्त्वे कारण घटसत्त्वं दण्डाभावे कारणं भवति. केवलम् अन्वयसहचरः विपितेकसहचरः वदामश्चेत् न पर्याप्तं. तत्र सर्वाणि कर्याणि कार्याणि कारणानि कार्य कारणानि भवेयुः इति एकम्. अपि च सर्वाणि कारणानि योग्यानि भवेयुः इति अपि अस्ति. अस्तु, तदनन्तरम् अन्तिमप्रश्नः अस्ति अस्मिन् विषये. एतेषां चतुर्णां कारणानां चारणानाम् अस्ति कारणानां मध्ये किं भवति चेत् कारणता ज्ञानं नैव उत्पद्यते इति प्रश्नः. मेहुल् महोदय वदति वा? आं महोदय, अत्र कारणता ज्ञानं न एव उत्पद्यते यदा अस्माकं कृते अन्वयसहचारज्ञानम् अस्ति. परन्तु तत्र अन्वयसहचारज्ञानम् अस्ति चेत् कारणतायाः ग्रहणं कर्तुं शक्नुमः. परन्तु यदि अन्वयसहचारस्य अन्वयसहचारज्ञानं नास्ति अस्माकं कृते, परन्तु अन्वयव्यभिचारः अस्ति, तर्हि कारणता ज्ञानं न उत्पद्यते. तत्र क्लेशः भवति इति अहं मन्ये. एक निरूपयतु सिद्धान्तम्. उदाहरणं हा, यत् सत्त्वे यत् तत्त्वम् इति अन्वयसहचारः अस्ति. उदाहरणं स्वीकरोतु महोदय. हा, तर्हि तत्र कुलालः अस्ति चेत् घटं घटस्य उत्पादनं भवति उत्पद्यते इति अन्वयसहचारः अस्ति. तत् वयं न जानीमः. परन्तु अन्वयव्यभिचारः इत्युक्ते कुलालः अस्ति परन्तु घटः न उत्पद्यते इति अन्वयव्यभिचारः इति वयं जानीमः चेत् तत्र घटः तत्र अस्ति, घटः उत्पद्यते, परन्तु तस्य कारणं किम् इति वयं न ज्ञातुं शक्नुमः. कारणता ज्ञानं न भवति, तत्र क्लेशः भवति. नास्ति खलु? इदानीं भवता किमुक्तम् उदाहरणं, कुलालः अस्ति घटः न जातः इति अन्वयव्यभिचारः उक्तः. किन्तु इदानीमेव अस्माभिः दृष्टं तत्र सर्वाणि कार्याणि कारणानि न सन्ति इति कृत्वा घटस्य उत्पादनं न अभवत्. तर्हि अन्वयव्यभिचारज्ञानेन कारणता ज्ञानं न उत्पद्यते इति न निश्चयेन न वक्तुं शक्यते. अत्र अन्यानि कारणानि न सन्ति इति कृत्वा अपि अत्र घटस्य उत्पादनं न भवितुमर्हति. हा, कुलालः अस्ति परन्तु अन्यकारणानि नास्ति, अतः घटस्य उत्पादनं न भवति इति वयं हा इति भवति इति कृत्वा केवलम् अन्वयव्यभिचारज्ञानम् अस्ति चेत् निश्चयेन कार्यकारणभावः नास्ति इति न वक्तुं शक्यते. हा, परन्तु तत्रापि इतोपि विशेषः भवेत्. तत्र व्यतिरिक्तव्यभिचारज्ञानं भवति. तर्हि इदानीं वाक्यचतुष्टयमस्ति खलु, व्यतिरेक अत्र कारणसत्त्वे कार्यसत्त्वम् इति अन्वयसहचारः, कारणाभावे कार्याभावः इति व्यतिरेकसहचारः, कारणसत्त्वे कार्याभावः इति अन्वयव्यभिचारः, कारणाभावे कार्यसत्त्वम् इति व्यतिरेकव्यभिचारः. येषु चतुर्षु सम्भावनासु व्यतिरेकव्यभिचारज्ञानं भवति चेत् निश्चयेन कारणता कार्यकारणभावः नास्ति इति वक्तुं शक्यते. तर्हि इदानीं निरूपयतु. व्यतिरेकव्यभिचारः इति भवति चेत् कारणतायाः ज्ञानं न उत्पद्यते. व्यतिरेकव्यभिचारः इत्युक्ते कारणसत्त्वे तत्र वयं दृष्टवन्तः दण्डः नास्ति चेदपि घटः उत्पद्यते. तत्र घटस्य कारणं किम् इति वयं न ज्ञातुं शक्नुमः एतत् स्थितां स्थित्यां. परन्तु अत्र अत्र वार्ता किं महोदय, भवान् अवगच्छति वा इति अहं न जाने. यथा यथा भवान् वाक्यं रचयति तत्र कारणं किम् इति ज्ञातुं शक्नुमः इति नास्ति. व्यतिरेकव्यभिचारज्ञानं भवति चेत् व्यतिरेकव्यभिचारस्य एकम् उदाहरणं वदतु. दण्डः नास्ति चेदपि घटः उत्पद्यते. दण्डाभावे घट घटसत्त्वम् इति ज्ञानं भवति चेत् किं निश्चयितुं शक्नुमः? निश्चयितुं शक्नुमः दण्डघटयोः मध्ये कार्यकारणः नास्ति इति. हा, दण्डघटयोः मध्ये कार्यकारणभावः नास्ति इति निश्चयेन वक्तुं शक्नुमः. इति निश्चयेन वक्तुं शक्नुमः. यदि तादृशं वदामः समीचीनं वा? न समीचीनं. न समीचीनं खलु. इत्युक्ते तर्हि भिन्न उदाहरणं वक्तव्यं. तदेव मम भवामः अस्ति तत्र. हा, भिन्न उदाहरणं वक्तव्यम् इत्युक्ते अग्निसत्त्वे धूमसत्त्वम्, अग्नि अभावे धूमाभावः इति स्थितौ तत्र अग्निसत्त्वे धूमाभावः अपि च अग्नि अभावे धूमसत्त्वम् इति स्वीकुर्मश्चेत् इदानीं चतुर्थ उदाहरणं चतुर्थवाक्यं यदस्ति, यदि धूमः जायते अग्निं विना तदा अग्निः धूमस्य कारणम् इति यदा कदापि निश्चयेन वक्तुं शक्यते. इति कृत्वा अत्र व्यतिरेकव्यभिचारः भवति वा इति द्रष्टव्यम्. अन्वयसहचारः न वक्तुं शक्यते चेदपि, अन्वयव्यभिचारः न वक्तुं शक्यते चेदपि, व्यतिरेक अन्वयव्यभिचारः न वक्तुं शक्यते चेदपि तत्र कार्यकारणभावः नास्ति इति निश्चयेन वक्तुं शक्यते. किन्तु व्यतिरेकव्यभिचारः यदा वक्तुं शक्यते तदा निश्चयेन तत्र कार्यकारणभावः नास्ति इति वक्तुं शक्यते. एवमेव दत्तं. पुनः अग्नि उदाहरणं वदतु महोदय. अस्तु, अग्निसत्त्वे धूमसत्त्वम् अन्वयसहचारः, अग्नि अभावे धूमाभावः अन्वयव्यभिचारः, अग्निसत्त्वे धूमाभावः अन्वयव्यभिचारः, अग्नि अभावे धूमसत्त्वम् इति व्यतिरेकव्यभिचारः. तत्र यदि अग्ने अभावे धूमसत्त्वं प्रदर्शयितुं शक्यते तदा निश्चयेन वक्तुं शक्नुमः अग्निः यदा कदापि धूमस्य कारणं नास्ति. अस्तु महोदय, अत्र यदा एतादृशं वक्तुं शक्नुमः वा, यदा पटाभावे घटोत्पत्तिः यदा अस्ति चेत् घटोत्पत्तिः पटं विना भवितुं वयं प्रदर्शयितुं न प्रयत्तुं शक्नुमः तदा तत्र. किन्तु तत्र कार्यकारणभावः प्रथमं निश्चयति. यदि घटपटयोः मध्ये कार्यकारणभावः अस्ति वा? नास्ति तु अस्ति वा इति प्रश्नः अस्ति चेत् एतत् प्रदर्शयामश्चेत् पर्याप्तं भवति इति चिन्तयामि. न, तत्र कारणम् एकम् अन्यं कार्यं प्रति कारणम् इति वक्तुं तत्र निकर्षात्रयम् अस्ति खलु. तदा एव एतादृशचिन्तनं कर्तुं शक्यते. अत्र तर्कसङ्ग्रहदीपिकायाम् एकम् उदाहरणं दत्तमस्ति, मङ्गलं नास्ति तथापि समाप्तिः भवति. मङ्गलं नास्ति इत्युक्ते मङ्गलश्लोकाः क्रियन्ते ग्रन्थकाराः मङ्गलं. किमर्थं मङ्गलश्लोकं कुर्वन्ति इति चेत् तत्र ग्रन्थस्य परिसमाप्त्यर्थं. किन्तु मङ्गलश्लोकः न कृतः तथापि समाप्तिः दृश्यते एव. तर्हि इदानीं व्यतिरेकव्यभिचारः उक्तः इति तादृशचिन्तनं भवति. भवतु, अस्तु अग्रे गच्छेम महोदय. एकः प्रश्नः अस्ति महोदय. व्यतिरेकव्यभिचारः विषये स्पष्टं नास्ति. भवान् यत् उदाहरणम् उक्तवान् अग्नेः नास्ति चेत् अपि धूमः भवितुमेव न अर्हति. अतः वहने कारणं सोरि धूमः धूमस्य कारणं वह्निः इति वक्तुं शक्यते. अतः धूमस्य कारणम् अग्निः न अस्ति इति कदापि न वक्तुं शक्यते. सो व्यतिरेकव्यभिचारः इति इट् केनाट् एक्सिस्ट् एट् आल्. तदेव व्यतिरेकव्यभिचारः भवेत्. सत्यं तदेव तत्र तर्कः. यदि तादृशं मया प्रदर्शयितुं शक्यते, यदि व्यतिरेकव्यभिचारः मया प्रदर्शयितुं शक्यते तर्हि निश्चितः भवति कार्यकारणभावः नास्ति इति. अतः यत्कोपि उदाहरणं वयं उक्तवन्तः तत् सर्वम् अनरिलेटेड् एव भवेत् किल महोदय. यथा पटः नास्ति चेत् घटः उत्पादनं, दण्डस्य नाशनम् इति लिमिटिङ्ग् एक्साम्पल् भवति. तत्तु एक्स्ट्रीम् एक्साम्पल् भवति. नार्मल् सामान्यतया अनरिलेटेड् एक्साम्पल्स् एव स्वीकर्तुं शक्यते किल महोदय. न, यदि अत्र किमर्थम् अग्निधूमं मया उक्तम् इति चेत् प्रदर्शनार्थं. यदि अत्र शङ्कराचार्यः तस्य भाष्ये एतादृशमपि प्रदर्शयति इति कृत्वा, कथं प्रदर्शयति इति चेत् इदानीम् अग्निः अस्ति इति चिन्तयतु, ततः धूमः उत्पद्यते. अहं किं करोमि, एकं घटं स्वीकृत्य तत्र धूमं घटे संस्थापयामि, अपि च तदनन्तरं घटस्य मुखमस्ति खलु, तस्य किं पिधानं करोमि इत्युक्ते ऐ क्लोस् इट्. तदनन्तरम् अन्यत्र गत्वा घटस्य पिधानं अहं निष्कासयामि चेत् तर्हि ततः घटात् इदानीं धूमः जायते, तत्र घट तत्र अग्निः नास्ति इति शङ्कराचार्यः प्रदर्शयति. उद्धं खलु इति तादृशसन्दर्भः अस्ति इति कृत्वा अत्र सत्कारिणभावः इति नैयायिकानां चिन्तनं यदस्ति, सत्कार्यवादः असत्कार्यवादः इति, तस्य निरसनार्थम् एतादृशं शङ्कराचार्यः प्रदर्शयति. नैयायिकाः वदन्ति अग्निः एव सर्वदा धूमस्य कारणं, तर्हि धूमः अग्निं विना यदा कदापि न द्रष्टुं शक्यते. भोः इदानीं मया दर्शितं, पश्यन्तु अत्र धूमः अस्ति, घटात् धूमः उपरि गच्छति, किन्तु तत्र वह्निः नास्ति. भवतु, पूर्वं वह्नात् एव वह्नेः एव मया धूमः स्वीकृतः इति भवतु, किन्तु यस्मिन् देशे काले पूर्वक्षणे तादृशम् इति नास्ति इति शङ्कराचार्यः वदति. अस्तु अग्रे गच्छेम. असमवेतगुणः, तर्हि असमवेतगुणः असमवेतगुणः इत्युक्ते किम् इति वर्षा भगिनी वदति वा? आं महोदय. यदि एकः गुणः अन्यस्मिन् पदार्थे समवायसम्बन्धेन न वर्तते, परन्तु यत् यस् अस्य वस्ति अस्ति तत् पदार्थेन सह संयोगसम्बन्धेन वर्तते. इत्युक्ते गुणः च पदार्थे मध्ये स्वसमवायी संयुक्तत्वसम्बन्धः अस्ति इति भाति. तदनन्तरम् एतत् सर्वं वदतु. आं महोदय. यदि यदि जले सुरभिगन्धः अस्ति चेत् तत् पुष्पेन कारणेन अस्ति. जलः सुरभिगन्धः अस्ति, अत्र पुष्प अपि च अत्र गन्धः पुष्पे एव वर्तते, तत् सम्बन्धं समवायसम्बन्धम् अस्ति. तदनन्तरं पुष्पजलयोः मध्ये संयोगसम्बन्धः अस्ति, अतः गुणस्य वर्ति अपि च यत् पदार्थ अस्ति तत् गुणं भासति तत् पदार्थयोः मध्ये संयोगसम्बन्धः अस्ति. अतः गन्धः अपि च जलस्य सम्बन्धः समवायी संयुक्तसम्बन्धः इति उच्यते. अस्तु, तर्हि असमवेतगुणः इत्युक्ते किम्? हा, तत् तत् यत्र भासति तत् भासते तत्र तस्य तत्र तस्य आश्रयः न अस्ति, परन्तु अन्यत् कोऽपि पदार्थे अस्ति, अतः एव तत् असमवेतगुणः अस्ति. यदा गन्धः पुष्पे वर्तते परन्तु जले दृश्यते, अतः जले भासते, अतः असमवेतगुणः अस्ति. तद् तदेव मया अवगच्छामि. अस्तु, अत्र समवेतम् इति पदेन किं बोध्यम्? यत्र समवाय यत्र सोरि यत्र आधार आधेय भावः अस्ति. इदानीं घटः भूतले अस्ति, तत्र घटः भूतले समवेतम् इति वक्तुं शक्यते वा? न, गुण गुणद्रव्यमध्ये अस्ति इति गुणः गुणः भवेत् न. समवेतम् इति पदं स्वीकुर्मः, केवलं समवेतम्. इदानीं गुणः इति पदं त्यजतु, समवेतम्. इदानीं कन्दुके क्रिया अस्ति, कन्दुके कन्दुकं गच्छति, तर्हि कन्दुके क्रिया अस्ति. इदानीं कन्दुके विद्यमानक्रिया कन्दुके समवेतं वा न वा? समवेतं गुणिनी इति गुणगुणिनी भावः भवेत्. न न, इदानीं क्रिया मया उक्तं, गुणगुणिभावः न उक्तः. क्रिया क्रियावत् भावः अपि भवेत्, समवायसम्बन्धं भवेत्. सोरि, हा इति वार्ता. तर्हि समवेतम् इति पदं कदा प्रयुज्मः? यदा एकः अन्यस्मिन् समवायसम्बन्धेन वर्तते तत्रैव समवेतम् इति पदं प्रयुज्मः. तर्हि किं समवेतं भवितुम् अर्हति? गुणः गुणिनी समवेतं भवति, क्रिया क्रियावती समवेतं भवति, जातिः व्यक्ते व्यक्तौ समवेतं भवति, विशेषः इति पदार्थः नित्यद्रव्येषु समवेतं भवति, अवयवी अवयवेषु समवेतं भवति इति समवेतम् इति पदस्य अर्थः. अत्र तु समवेतगुणः. तर्हि इदानीं विग्रहवाक्यं वदतु भगिनि, असमवेतगुणः इत्यस्य विग्रहवाक्यं वदतु. असमवेतगुणः यः समवेतः नास्ति किल, सो चिन्तित्वा वदामि, चिन्तयित्वा वदामि महोदय. स्पष्टतां श्रीराम महोदय वदतु असमवेतगुणः इत्यस्य विग्रहवाक्यम्. असमवेतः गुणः समवेतगुणः न समवेतः असमवेतः. असमवेतः गुणः इति उक्त्वा पुनः न समवेतः इति किमर्थं वदति? न समवेतः असमवेतः, न असमवेतः गुणः समवेतः गुणः, तत्र कर्मधारी कर्मधारी अस्ति. न न, चिन्तयामः भवन्तः प्रथमं वदन्तु. अस्तु, प्रथमं तत्र न समवेतः असमवेतः इति वक्तव्यं वा? नो चेत् अत्र नै इति अस्ति, समवेतः इति अस्ति, गुणः इति अस्ति. प्रथमं तयोः मध्ये समासः करणीयः. तत्र समवेतगुणः समवेतगुणः न समवेतगुणः असमवेतगुणः तदपि अस्ति. इति वक्तव्यम् इति वक्तव्यम् अत्र नै. कः भेदः महोदय? असमवेत समवेतः न समवेतः इति स्वीकुर्मः, न समवेत असमवेतः, असमवेतः गुणः इति स्वीकुर्मः चेत् कः भेदः भवति? अस्तु, इदानीम् अपदान्तः इति स्वीकरोतु अस्य बोधनार्थम्. अपदान्तः इति वदतु तस्य विग्रहवाक्यं वदतु. न पदान्तः अपदान्तः पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः. तर्हि इदानीं भिन्नरीत्या समासं कृत्वा तयोः मध्ये भेदः क्रः कः इति चिन्तयतु. इदानीम् अपदान्तः अपदस्य अन्तः अपदान्तः इति न प्रथमं न अत्र अत्र सोपानेन गच्छतु. प्रथमं नै अपि च पदम् इति स्वीकरोतु. पदं न पदम् अपदम् अपदन्तस्य अपदस्य अन्तः अपदान्तः. तर्हि न पदम् अपदम् इति स्वीकरोति चेत् इदानीं यत् यस्य पदसंज्ञा नास्ति तद् अपदं भवति खलु. अपदं भवति तस्य अन्ते इति अर्थः भवति. अपदम् अपदं तस्य अन्तः अपदान्तः सत्यं. किन्तु पदस्य अन्तः इति प्रथमं स्वीकृत्य पदस्य अन्तः पदान्तः न पदान्तः इत्युक्ते पदस्य मध्ये इति अर्थं भवति. सत्यं पदस्य मध्ये अपदान्तः इति यदि पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः इति वदामश्चेत् तत् पदं पदं भवेत् किन्तु अपदान्तः इत्युक्ते पदस्य अन्ते न भवेत् किन्तु मध्ये नो चेत् आरम्भे भवेत् इति अर्थः भवति. किन्तु न पदम् अपदम् इति उक्त्वा यत् न पदम् इत्युक्ते यत् पदं नास्ति तस्य अन्तम् इति भवति. भेदः अस्ति खलु. भेदः अस्ति सत्यं सत्यं. तर्हि एवमेव अत्रापि असमवेतगुणः इति कथं वक्तव्यं. तत्र न समवेतः असमवेतः इति तदनन्तरम् असमवेतं च गुण असमवेतः च गुणः च असमवेतगुणः च इति वक्तव्यं वा नो चेत् समवेतः च गुणः च समवेतगुणः तदनन्तरं न समवेतगुणः असमवेतगुणः इति वक्तव्यं वा. समवेतः गुणः समवेतगुणः न समवेतगुणः असमवेतगुणः हा इति एव वक्तव्यम् इति एव वक्तव्यं. सत्यम् इति एव वक्तव्यम्. समीचीनं महोदय. तत्र भेदः अस्ति. मेरुण् महोदय बुद्धं खलु. आम् आं महोदय. वयम् अहं व्याकरण वर्गे अपि दृष्टवन्तः पदान्ते अपदान्ते इति वाक्यं भवेत् तर्हि सर्वदा अत्र यत्र यत्र नञ् दृश्यते तर्हि नञ् अन्ततो गत्वा एव कर्तव्यम् इति मम चिन्तनमस्ति. नो चेत् अर्थस्य भेदः भवति. अर्थभेदः भवति. तर्हि समवेतः च गुणः च समवेतगुणः. महोदय अत्र स्वल्पं सन्देहमस्ति. यस्य न धर्म येन न धर्मः अधर्म अधर्मः न धर्म अधर्मः न धर्मः अधर्मः इति नञ्चतत्पुरुषसमासमेव तत् आरम्भे वर्तते नो तत् आरम्भे वर्तते. हा किन्तु न धर्मः अधर्मः इति अधर्मः इति पदस्य एकमेव पदमस्ति. न धर्मः आम् आम् पदम् एकमेव. अत्र पदद्वयमस्ति खलु. समवेतः इति भिन्नपदम् अस्ति गुणः इति भिन्नपदमस्ति. पदम् इति भिन्नपदमस्ति अन्तः इति भिन्नपदमस्ति. आम् तर्हि यत्र नञ् समासः तत्र अन्यत् समासः तस्मिन् गर्भे अस्ति तत्र कथं चिन्तनीयम् इति इदानीं चिन्तनं जायमानमस्ति. धन्यवादः महोदय. अस्तु अस्तु. तर्हि असमवेतः गुणः इत्युक्ते स च गुणः एव किन्तु समवेतं नास्ति तावदेव इति अर्थः. तर्हि इदानीं यथा भगिन्या उक्तं जले सुरभिगन्धम् अनुभूयते. तर्हि किन्तु वयं जानीमः गन्धः तु केवलं पृथिव्यामेव भवति. तर्हि कथं वा जले अनुभूयते इति चेत् तत्र पुष्पेन सह तस्य मिश्रणम् अभवत् इति कृत्वा इदानीं संयोगसम्बन्धः अस्ति. पुष्पम् इति पार्थिवद्रव्यमस्ति, जलम् इति जलीयद्रव्यमस्ति, तर्हि तयोः मध्ये द्रव्ययोः मध्ये संयोगः एव भवति. तेन इदानीं गन्धः जले अपि अनुभूयते, तर्हि गन्धः जले असमवेतगुणः. असमवेतगुणः इति समवायसम्बन्धेन गन्धः जले नास्ति. तर्हि असमवेतगुणानां ज्ञानं कथं भवति इति चेत् तत्र वर्षा भगिन्या उक्तम्, अत्र सम्बन्धः उक्तः, पुनः एकवारं वदति वा भगिनी असमवेतगुणानां ज्ञानं कथं भवति, केन सम्बन्धेन भवति इति वक्तव्यम्. आं महोदय, अत्र स्वसमवायिसंयुक्तसम्बन्धेन भवति तत् ज्ञानम्. अत्र स्वम् इत्युक्ते किम्? आं महोदय, स्वम् इत्युक्ते इदानीम् अस्माकम् उदाहरणमस्ति जले विद्यमान सुरभिगन्धः. हा महोदय, अत्र प्रथमं संयुक्तसम्बन्धः पुष्पे जले मध्ये अस्ति. इदानीं भवत्या उक्तं खलु स्वसंयुक्तसमवायिसम्बन्धत्वेन, तर्हि अत्र स्वम् इत्युक्ते किम्? स्वम् इत्युक्ते स्वस्मिन् गुणिनि इति वा महोदय? नास्ति, स्वस्मिन् एव न स्वम् इत्यनेन स्वस्मिन् इति अर्थः न भवति. स्वम् इत्युक्ते स्वयमेव खलु. स्वम् इत्युक्ते किं? स्वम् इति पदेन किम् उक्तं? स्व इति पदेन किम् उक्तं? स्वसंयुक्तसमवायिसम्बन्धेन. स्वसमवायिसंयुक्तसम्बन्धेन इत्युक्ते अत्र अत्र वाक्यं पूरयतु प्रथमं. स्वसंयुक्तसमवायिसम्बन्धेन किं कस्मिन् अस्ति? गन्धः जले अस्ति, सुरभिगन्धः जले अस्ति खलु. तर्हि स्व सुरभिगन्धः एव. ओके, सुरभिगन्धः स्वसमवायिसंयुक्तत्वसम्बन्धेन खलु. तर्हि स्व इति सुरभिगन्धः, स्वसमवायी कः? पुष्पः. पुष्पं, पुष्पं, सोरि, हा, स्वसमवायी पुष्पम्. इदानीं पुष्पजलयोः मध्ये कीदृशसम्बन्धः अस्ति? संयोगसम्बन्धः अस्ति. संयोगः, संयुक्तः वा संयोगः वा वक्तुं शक्यते. अतः सुरभिगन्धः जले स्वसमवायिसंयुक्तत्वसम्बन्धेन अस्ति इति कृत्वा जले तस्य, यद्यपि जले सुरभिगन्धः असमवेतगुणः अस्ति इत्युक्ते समवायसम्बन्धेन नास्ति, तथापि अत्र स्वसमवायिसंयुक्तत्वसम्बन्धेन जले सुरभिगन्धस्य ज्ञानं भवति इति उक्तम्. अस्तु, बहु समीचीनं, तर्हि अग्रे गच्छेम. गुणेऽपि जायमानः गुणप्रत्ययः, तर्हि गुणेऽपि जायमानः गुणप्रत्ययः इत्यस्य अर्थः कः? उदाहरणं वदतु प्रथमम् एकं. कः वदति? रमेश् महोदय वदति वा? अस्तु अस्तु अस्तु, तर्हि मेहुल् महोदय वदति वा? आं महोदय, उदाहरणं खलु. गुणः, गुणे इति जायमानः गुणप्रत्ययस्य उदाहरणं कपालः गुणः वयं दृष्टवन्तः. अस्तु, अत्र केवलं वाक्यस्य अर्थं स्वशब्दैः वदतु. गुणेऽपि जायमानः गुणप्रत्ययः इत्युक्ते किम्? प्रत्ययः इत्युक्ते ज्ञानं, गुणप्रत्ययः इत्युक्ते गुणस्य ज्ञानं, गुणस्य ज्ञानं जायमानं कुत्र? तर्हि गुणे, गुणे एव अन्यत् गुणस्य ज्ञानं प्रत्ययः उत्पद्यते, जायते इति एव. उत्तमं, बहु उत्तमं. तर्हि ज्ञानं कीदृशं? एकं गुणम् अन्यस्मिन् गुणे अस्ति, एकः गुणः अन्यस्मिन् गुणे अस्ति इति तादृशज्ञानम्. तर्हि तादृशज्ञानस्य उदाहरणं वदतु. वयं दृष्टवन्तः, अधुना अहं न स्मरामि. वयम् एतादृश, अस्तु, अहं किञ्चित् साहाय्यं करोमि. इदानीं मम भवतः पुरतः एकः घटः अस्ति इति चिन्तयतु. तस्मिन् घटे नीलरूपमस्ति इति चिन्तयतु. अस्तु अस्तु. तर्हि अहं पृच्छामि भवन्तं, घटे कति रूपाणि सन्ति? तर्हि उत्तरं वदतु. घटे कति रूपाणि सन्ति? एकं रूपम् अस्ति. हा, तर्हि एकं रूपम् इति भवता उत्तरं दत्तं, बहु समीचीनं. तर्हि एकं रूपम् इति यदा भवता एकं रूपम् इति ज्ञानमस्ति खलु, ज्ञानस्य आकारः एकं रूपं. तर्हि एकम् इति कीदृशपदार्थः? संख्या. संख्या, संख्या इति गुणः खलु. गुणः. तर्हि इदानीम् एकम् इति गुणः कुत्र अस्ति? गुणः भवतः उत्तरे, एकं रूपम् इति उत्तरे ज्ञाने अस्ति खलु. ज्ञाने नास्ति, एकं रूपं खलु. इदानीम् एकम् इति विशेषणं कस्य? घटस्य. न न, एकं रूपं रूपस्य. आं, क्षम्यतां, रूपस्य. हा, रूपस्य विशेषणं. तर्हि विशेषणं कुत्र भवति? विशेष्य रूपे एव एकत्वम् अस्ति. हा, तर्हि इदानीम् एकत्वम् अपि गुणः, संख्या इति गुणः, रूपमपि गुणः. रूपे जायते, सत्यं. तर्हि एकं रूपम् इति उदाहरणम्. अस्तु, तर्हि एकं रूपम् इति ज्ञानं यद्यपि अस्तु, अत्र नैयायिकानां मतानुसारं गुणः कुत्र भवति? द्रव्ये. केवलं द्रव्ये एव भवति, किन्तु इदानीं भवता कथम् उक्तम्? आम् आम्, गुणं गुणे अस्ति इति उक्तं भवता. आम् आम्, गुणे अस्ति. तर्हि इदानीम् एकत्वम् इति गुणः रूपम् इति गुणे कथं जायते इति निरूपणीयम्. आं, सत्यं. वयं तदेव वयं दृष्टवन्तः, रूपम् इति समवायसम्बन्धेन घटे अस्ति, एकत्वम् इति अपि समवायसम्बन्धेन घटे अस्ति. अतः एकत्वं समवाय स्वसमवायी समवेतत्वसम्बन्धेन रूपे अस्ति. हा, उत्तमम्, बहु उत्तमम्. एकत्वं कुत्र अस्ति? घटे अस्ति. अपि च रूपमपि कुत्र अस्ति? घटे अस्ति. केन सम्बन्धेन? द्वयमपि समवायसम्बन्धेन अस्ति. तर्हि एकत्वं, स्वम् इति एकत्वम् इति स्वीकुर्मश्चेत् स्वसमवायी समवेतत्वसम्बन्धेन इदानीं रूप एकत्वं रूपे आगतम्. रूपत्वम् एकत्वं रूपे आगतम्. अतः एव एतादृश अत्र, तर्हि एतादृशपरम्परासम्बन्धेन स्वसमवायी समवेतत्वसम्बन्धेन रूपम् एकत्वं रूपे आगतम्. अनेन एव अत्र गुणेऽपि जायमानः गुणप्रत्ययस्य ज्ञानं भवति इति. अस्तु, अत्र अन्यः प्रश्नः आसीत्, समवायीकारणस्य लक्षणं स उदाहरणं वदतु इति. श्रीरा महोदय वदति वा? समवायीकारणम् इत्युक्ते तस्य लक्षणम् अस्ति स्वस्मिन्, यत् स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति, तदेव समवायिकारणस्य लक्षणम्. उत्तमम्. इदानीं तत्र घटं प्रति कपालः कारणम् इति वदामः, तत्र कपालः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति, स्वस्मिन् तादात्म्यसम्बन्धेन कपालः कपाले स्थित्वा कपालः घटं जनयति, घटः इति द्रव्यं कपाले समवायसम्बन्धेन अस्ति इति कृत्वा कपालः घटं प्रति समवायिकारणम्। हा, बहु समीचीनं। तर्हि घटः इति द्रव्यम् इति अनुक्त्वा घटः इति अवयवी इति वदति चेत् इतोपि समीचीनं बोधः। द्रव्यं तु सामान्यतया संयोगसम्बन्धेन वा अन्यस्मिन् भवति, किन्तु अवयवी अस्ति इति कृत्वा अवयवि अवयविनोः मध्ये समवायसम्बन्धः एव भवति। समीचीनम्, अस्तु। तर्हि इदानीं सङ्ख्या तत्र गच्छेम। भवानेव वदतु, श्रीराममहोदय वदतु, सङ्ख्यायाः लक्षणं किम्? अत्र अन्तिमप्रश्नः आसीत् खलु, गुणेऽपि जायमानः गुणप्रत्ययस्य ज्ञानं कथं जायते इति प्रतिपादितं खलु, स्वसमवायी समवेतत्वसम्बन्धेन जायते इति। अवश्यम्, अस्तु, तदेव सम्बन्धेन, अस्तु, तदपि पूर्वमेव चिन्तितम् इति कृत्वा। अस्तु, धन्यवादः। अस्तु, तर्हि श्रीराममहोदय वदतु, सङ्ख्यायाः लक्षणं किम्? एकत्वादिव्यवहारहेतुः सङ्ख्या इति अस्ति, एकत्वादि लक्षणम्। अत्र व्यवहारः इति पदं दृश्यते, तस्य अर्थः कः? व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति अस्ति व्यवहारः। यः शब्दप्रयोगः ज्ञानं जनयति सः व्यवहारः। अस्तु, तर्हि अस्मिन् लक्षणवाक्ये कति दलानि सन्ति? तत्र एकमेव दलम् अस्ति महोदय, एकमेव एकत्वादिव्यवहारहेतुः एव अस्ति। हा, तर्हि न्यायशैल्यां वाक्यं वदति वा? एकत्वादिव्यवहारहेतुः सङ्ख्या जनकता जन्यता विषयता विशेष्यता इति। तत्र उदाहरणं स्वीकृत्य वदामि। एकः घटः इति अस्ति, एकः घटः इति शब्दप्रयोगम् अहं करोमि तदा तस्य एकः घट इति शब्दप्रयोगस्य कारणं भवति सङ्ख्या। सङ्ख्या विना मया तादृशप्रयोगः न कर्तुं शक्नोमि, अहं न कर्तुं शक्नोमि इति कृत्वा तत्र अपि च तत्र शब्दप्रयोगं यः शृणोति तस्मिन् ज्ञानं जनयति। इदानीं ज्ञानस्य आकारः एकः घटः इति अस्ति, तदा एकः घटः इत्यत्र तत्र प्रकारता विशेष्यता संसर्गता इति विशेष्यतायाः त्रिविधाः तत्र विशेषता त्रिविधाः भवति, तत्र प्रकारता एकत्वे भवति, विशेष्यता घटे भवति, तदा एकत्वं इति अवच्छेदकं भवति घटः। भवतु, अवच्छेदकं त्यजतु इदानीं, केवलम् अत्र प्रकारता स्वीकृत्य वदतु। अस्तु, एकत्वनिष्ठप्रकारतानिरूपितघटत्वनिष्ठ विशेष्यतानिरूपितज्ञान घटत्वनिष्ठ वा घटनिष्ठ? घटनिष्ठ, घटनिष्ठ, घटनिष्ठ विशेषता निरूपित ज्ञाननिष्ठजन्यतानिरूपितजनकताश्रयशब्दप्रयोगनिष्ठ जन्यतानिरूपितजनकताश्रयत्वं सङ्ख्यायाः लक्षणम्। आश्रयत्वं सङ्ख्यायाः लक्षणं, बहु समीचीनम्। आश्रयः सङ्ख्या, आश्रयसङ्ख्या, बहु उत्तमं महोदय। अस्तु, तर्हि मेहुल् महोदय वदति वा, कतिविधं सङ्ख्या, कतिविधा सङ्ख्या, कतिविधा सा नवद्रव्यवृत्तिः? तर्हि तत्र एकत्व आदि परार्धपर्यन्त इति दत्तं सत्यम् इन्फनैट् इति वक्तुं शक्नुमः. हा सत्यं परार्धपर्यन्त इन्फिनिट् इति नास्ति अत्र एकत्वादि परार्धपर्यन्त इत्यस्य अर्थः कः? एकं द्वे त्रीणि चत्वारि एतत् सर्वम् अपि च परार्धपर्यन्तम् इति अन्तमस्ति खलु परार्ध इति वदामः. तर्हि परार्ध इति पदस्य अर्थः कः इति चेत् प्रायः इन्फिनिट् इति भवति. हा प्रायः बहु किन्तु संख्या इन्फिनिट् नास्ति, परार्ध तावत् एव. तावत् सम्यक् अस्तु. अपि च सङ्ख्यायाः वृत्तित्वं कुत्र कुत्र केषु? नवद्रव्येषु नवसु अपि द्रव्येषु सङ्ख्या वर्तन्ते. हा उत्तमं. तदनन्तरम् एकत्वस्य द्वैविध्यं तस्मिन् विषये वदतु. एकत्वस्य द्वैविध्यम् न जानामि अधुना महोदय. न भवान् ऊहां कर्तुं शक्यते इत्युक्ते नवद्रव्यवृत्तिः इति उक्तं खलु, नवद्रव्यवृत्तिः इति. तर्हि उदाहरणार्थम् इदानीम् आकाशः, आकाशे का सङ्ख्या अस्ति? एकः एव आकाशः खलु. आं सत्यं. तर्हि आकाशे एकत्वम् इति सङ्ख्या अस्ति. स च सङ्ख्या कीदृशं, नित्यं वा अनित्यं वा? नित्यं सर्वेषु द्रव्येषु सर्वदा भवति. न सर्वेषु द्रव्येषु इति मा वदतु, सर्वेषु नित्यद्रव्येषु. नित्यद्रव्येषु. तर्हि आकाशः एकः इति कृत्वा आकाशः यदा कदापि न जायते, किमर्थम् एकत्वस्य नित्यत्वम् आकाशे स्वीकर्तव्यं? चिन्तयतु. आकाशः विभुः अतः विभुत्वेन किं विभुः अस्ति चेत् विभुत्वस्य महत्त्वं किमपि नास्ति अत्र. प्रश्नः कः महोदय पुनः? आकाशे विद्यमान एकत्वं नित्यम् इति किमर्थं स्वीकर्तव्यं, किमर्थम् अनित्यम् इति न स्वीकर्तव्यम्? ओ तस्य आदिः नास्ति, अन्तः नास्ति, न जन्म न भवति आकाशस्य, तत् सर्वदा भवति एव. अतः सर्वदा भवति इति कृत्वा कथं वा एकत्वस्य नित्यत्वम्? आकाशः इति द्रव्यं नित्यं भवतु, अस्तु, तस्मिन् एकः गुणः अस्ति खलु एकत्वम् इति. आं तत्र पृथक्त्वं न कर्तुं शक्नुमः खलु आकाशस्य पृथक्करणं कथं पृथक्करणम् इत्युक्ते किं भवतः मनसि आशयः कः इति मया न बुद्धम्. पृथक्त्वम् इत्युक्ते किम्? इदानीं आकाशः इति द्रव्यम् अस्तु, आकाशे विद्यमानसङ्ख्या अस्ति एकत्वं, द्रव्यं गुणात् भिद्यते खलु पृथगेव. आम् आम्. तर्हि आकाशः नित्यः भवतु, किमर्थं तस्मिन् विद्यमान एकत्वं नित्यम् इति स्वीकर्तव्यम्? एकत्वं किमर्थं स्वीकृतम् इति एव प्रश्नः खलु. एकत्वं न, एकत्वं किमर्थं स्वीकृतम् इति भिन्नप्रश्नः अस्ति. अस्तु तस्य उत्तरं वदतु प्रथमम्. आकाशः एकः इति किमर्थं स्वीकृतम्? न जानामि तत्र तर्कः कः तत्र. आकाशः अस्ति इति कथं, केन प्रमाणेन ज्ञातम्? अनुमानप्रमाणेन. हा प्रत्यक्षेन प्रत्यक्षेन आकाशः न ज्ञातुं शक्यते खलु? न ज्ञातुं शक्यते. अस्तु अस्तु, अनुमानेन एव तदेव अस्तु. तत्र तत्रापि किञ्चित् चिन्तयामः, किमर्थम् आकाशः प्रत्यज्ञेन न ज्ञायते? तस्य रूपः रूपः किमपि गुणः नास्ति, अथवा रूपः अथवा रसः गन्धः गुणः अस्ति. शब्दः कुत्र अस्ति? शब्दः अस्ति आकाशे. तर्हि शब्दः अस्ति, इदानीम् अहं शब्दं शृणोमि चेत् तर्हि आकाशस्य ग्रहणमपि न भवति वा? आकाशस्य ग्रहणं न भवति इति अहं मन्ये, केवलं शब्दस्य एव ग्रहणं भवति. परन्तु शब्दः इति आकाशे अस्ति, वर्षा भगिनी वदतु. महोदय, आकाशस्य नित्यत्वं किम् इति प्रश्नं वा महोदय? न न न, आकाशः किमर्थं प्रत्यक्षेन न ज्ञायते? तस्य परिमाणं विभूपरिमाणम् अस्ति, अतः तस्य प्रत्यक्षग्रहणं न भवति. विभूपरिमाणम् अस्ति चेत् प्रत्यक्षग्रहणं न भवति इति अस्माभिः अधीतं वा? उद्भूतरूपं न अस्ति, अपि च विभुपरिमाणम् अस्ति, अतः एव प्रत्यक्षं न भवति. अत्र प्रत्यक्षं चक्षुषा गृहीतव्यं चेत् रूपं भवेत् खलु? रूपं भवेत्, स च रूपम् उद्भूतरूपमपि भवेत्, तदा एव चक्षुषा गृह्यते. तर्हि आकाशे रूपं नास्ति, अत्र विभु इत्यतः किमपि नास्ति, तत्र महत्त्वमेव नास्ति. आकाशे रूपं नास्ति खलु? रूपं केवलं पृथिवी अप् तेजसि एव वर्तते, आकाशे नास्ति, वायौ अपि नास्ति इति कृत्वा चक्षुषा न गृहीतुं शक्यते. किन्तु आकाशे शब्दः अस्ति खलु? शब्दः श्रोत्रेन्द्रियेण गृह्यते. तर्हि आकाशस्य ग्रहणम् अपि किमर्थं न स्यात्? यथा घटे विद्यमानरूपं चक्षुषा गृह्यते, अपि च घटः अपि तथा श्रोत्रेन्द्रियमपि किमर्थं न स्यात्? महोदय, परममहत्परिमाणमस्ति अतः वा? नास्ति, अत्र परिमाणस्य किमपि नास्ति वैशिष्ट्यम्, अतः एव अहं पुनः वदन् अस्मि, अत्र विभुत्वस्य महत्त्वमेव नास्ति. अस्तु, वदतु भगिनि. श्रोत्रेन्द्रियेण शब्दं गृह्यते, अतः एव वयम् अनुमानं कर्तुं शक्यते शब्दस्य शब्दे कुत्र वर्तते, शब्दः कुत्र वर्तते इति, आकाशे वर्तते इति अनुमानं कर्तुं शक्यते. तस्य रूपं नास्ति, उद्भूतं नास्ति, परमपरिमाणम् अपि अस्ति. अत्र किं वक्तव्यं भगिनि, श्रोत्रेन्द्रियेण केवलं गुणः एव गृह्यते, न तु तस्य आधारीभूतद्रव्यम् इति वक्तव्यं, तदेव तर्कः. श्रोत्रेन्द्रियेण ग्राणेन्द्रियेण रसनेन्द्रियेण केवलं गुणः एव गृह्यते, न तु तस्य आधारीभूतद्रव्यम्. तर्हि शब्दः गृह्यते श्रोत्रेन्द्रियेण, शब्दः इति गुणः अपि, गुणः स्वतन्त्रतया यदा कदापि न तिष्ठति, तर्हि तस्य किमपि द्रव्यं भवेत् यस्मिन् शब्दः वर्तते, स च द्रव्यम् एव आकाशः इति अनुमानं कृतम्, अनुमानेन इति प्रथमतर्कः, अनुमानेन आकाशः स्थापितः इति कृत्वा तस्य एकत्वं विभुत्वम् अपि च नित्यत्वं तत्रैव लाघवमस्ति इति कृत्वा एतत्त्रयमपि आकाशस्य स्वीकृतम्। तर्हि इदानीम् आकाशः नित्यः इति स्वीकृतम्। तर्हि आकाशे इदानीं प्रश्नः अस्ति, आकाशे विद्यमान एकत्वं किमर्थं नित्यमिति स्वीकर्तव्यम्? अत्र आकाशस्य एकत्वं लाघवाय स्वीकृतम् इति तु सत्यम्, किन्तु तत्र नित्यत्व आकाशे विद्यमान एकत्वं नित्यम् इति किमर्थं स्वीकृतम्? प्रश्नः किञ्चित् भिन्नः अस्ति, अवगच्छति खलु? आकाशे एकत्वम् अस्ति इति अनुमानम्, अनुमानेन आकाशः ज्ञायते इति कृत्वा आकाशः एकः तत्रैव लाघवमस्ति इति कृत्वा आकाशः एकः इति स्वीकृतम्, किन्तु आकाशे विद्यमान एकत्वं नित्यं वा अनित्यं वा इति प्रश्नः भिन्नप्रश्नः अस्ति। तत् नित्यः इति किमर्थं स्वीकृतम् इति प्रश्नः इदानीं। महोदय अहं प्रयत्नं करोमि वा महोदय? हा, यदा एकत्वं नित्यं नित्यं नास्ति चेत् तत्र द्वित्वं इति भवति इति स्वीकुर्मः, द्वित्वम् अस्ति चेत् तदा आकाशः। महोदय एकत्वं नित्यं वा न वा इत्येव प्रश्नः, द्वित्वम् इति अत्र चिन्तनमेव न कार्यम्। न सत्यं महोदय, तत्र द्वित्वम् इति स्वीकुर्मश्चेत् आकाशे एकत्वं नास्ति। न एकत्वं नास्ति इति न उक्तं खलु, एकत्वम् अस्ति इति अनुमानप्रमाणेन आकाशः निरूपितः इति कृत्वा एकत्वे एव लाघवम् अस्ति इति कृत्वा एकत्वं स्वीकृतम्। एकत्वम् इदानीम् अनित्यम् अस्ति चेत् तत्र द्वित्वं भवति एकत्व किमर्थम्? एकत्वं अनित्यमस्ति चेत् किमर्थम्? इदानीम् एकः घटः अस्ति, घटे विद्यमान एकत्वं नित्यं वा अनित्यं वा? तत्र अनित्यम् अस्ति, घटनाशेन एकत्वमपि नष्टः भवति, एकत्वं नष्टम्। तर्हि द्वित्वम् इति किमर्थं चिन्तनम्? यत्र इदानीं घटे विद्यमान एकत्वम् आकाश नित्य अस्ति, तत्र नाशः न भवति, तदा द्वित्वमेव स्वीकर्तुं शक्नुमः, द्वित्वम् अस्ति चेत् अनेकः भवति। किन्तु नाशः केवलम् अत्र समवायीकारणस्य नाशेन एव नाशः भवति इति नास्ति खलु, तदपि अग्रे आयास्यति, वयं अस्माभिः पठितं तत्र बहूनि कारणानि सन्ति एकस्य नाशं प्रति। इदानीं मम आत्मनि जायमानज्ञानस्य नाशः भवति, किन्तु आत्मनः नाशः न भवति खलु? सत्यम्। तर्हि आकाशस्य नाशः न भवति इति कृत्वा आकाशे विद्यमान एकत्वमस्य एकत्वस्य नाशः न भवति इति न वक्तुं शक्यते। सत्यं, तदपि अस्ति। हा, तत्र एकत्वं नित्यं आकाशः एकः इति आकाशः अनुमानप्रमाणेन स्थापितः इति कृत्वा तस्य एकत्वं स्वीकृतम्, किन्तु स च एकत्वं नित्यं वा अनित्यं वा इति आकाशस्य नाशः न भवति इति कृत्वा एकत्वमपि नित्यम् इति नास्ति। तत्र किञ्चित् अस्माभिः अधीतम्, एकत्वं नष्टः जातः चेत् तदा किं भवति, तत्र आकाशस्य सङ्ख्या किं भवति इति प्रश्नः न करणीयम्, इति प्रश्नः न करणीयम्। अत्र एकत्वस्य नाशः इति न चिन्तयतु, एकत्वस्य उत्पादनं कदा भवति इति चिन्तयतु, तत्रैव स्वारस्यमस्ति। विवक्षा, मम विवक्षा, न विवक्षा नास्ति, इदानीम् अस्माभिः पठितं खलु, एकक्षणं अस्तु अस्तु तत्र यदा घटः एकः एकत्वं घटे कदा भवति इत्युक्ते तत्र प्रथमं घटस्य उत्पादनं भवति तदनन्तरं द्वितीयक्षणे एव तत्र एकत्वम् अथवा रूपादिगुणानाम् उत्पादनमपि भवति इदानीम् आकाशे आकाशे किमर्थं तादृशम् उक्तं द्वितीयक्षणे एव इत्युक्ते एकक्षणम् उत्पद्यमानकार्यम् एकक्षणं निरूपं निर्गुणं तिष्ठति निष्क्रियं तिष्ठति इति अस्माभिः अधीतं सत्यं किमर्थं तादृशम् अङ्गीकृतम् तदा यदा पूर्वे हा वदतु मेवल् महोदय तत्र निकषत्रयाः वयं दृष्टवन्तः कार्यस्य प्रत्यक्षणे पूर्वे कारणं भवेत् हा कार्यस्य उत्पत्तेः पूर्वक्षणे कारणं भवेत् तर्हि समवायीकारणं विना कथं वा तस्मिन् गुणः जायते खलु सत्यं सत्यम् इति कृत्वा यदि इदानीं आकाशे विद्यमान एकत्वम् अनित्यम् इति स्वीकर्तव्यं तर्हि तस्य उत्पत्तिः वक्तव्यः भवति एकत्वस्य आकाशे विद्यमान एकत्वस्य उत्पत्तिः वक्तव्यः भवति वक्तव्या भवति उत्पत्तिः वक्तव्या भवति तर्हि आकाशः नित्यः तस्य आदिः नास्ति इति कृत्वा यदा आकाशः जायते तदनन्तरमेव तस्मात् अग्रिमक्षणे एकत्वं जायते इति वक्तुं शक्यते किन्तु कदा आकाशः जातः इति न वक्तुं शक्यते इति कृत्वा एकत्वमपि नित्यम् इति स्वीकर्तव्यं बुद्धं खलु बुद्धं इति अस्ति तर्हि आकाशस्य प्रत्यक्ष अयोग्यत्वं किमर्थं उक्तं यद्यपि आकाशे ज्ञानमस्ति शब्दः अस्ति तथापि तस्य अप्रत्यक्षत्वं किमर्थम् उक्तम् इति चेत् श्रोत्रेन्द्रियेण एव शब्दः गृह्यते श्रोत्रेन्द्रिये तादृशसामर्थ्यं नास्ति येन शब्दस्य आधारीभूतद्रव्यस्यापि ग्रहणं कर्तुं सामर्थ्यं तस्मिन् नास्ति तर्हि आकाशः प्रत्यक्षयोग्यः नास्ति तर्हि अनुमानेनैव आकाशः निरूपितः आकाशेन आकाशः अनुमानेन निरूपितः इति कृत्वा लाघवार्थं तस्य एकत्वं विभुत्वं नित्यत्वमपि स्वीकृतम् अस्तु तर्हि इदानीम् आकाशः एकः इति जातः किन्तु आकाशे विद्यमान एकत्वं तद् नित्यं वा अनित्यं वा इति वक्तुं किं वक्तव्यम् इति चेत् इति निर्णेतुं किं चिन्तनीयम् इति चेत् यदि आकाशे विद्यमान एकत्वम् अनित्यम् इति स्वीकुर्मः तदा आकाशस्य उत्पादनमपि वक्तव्यं भवति यथा घटः घटस्य उत्पादनम् अस्मिन् क्षणे जातं चेत् तस्मात् अग्रिमक्षणे तस्मिन् एकत्वमपि जायते इति वक्तुं शक्यते तर्हि अनित्यानाम् एव अनित्येषु विद्यमानगुणाः एव अनित्याः भवन्ति इति कृत्वा अत्र आकाशः नित्यः तस्य आदिः यदा कदापि न वक्तुं शक्यते यदि वदेम तर्हि तस्मात् अग्रिमक्षणे तस्मिन् एकत्वमपि जायते इति वक्तुं शक्यते किन्तु तादृशं न वक्तुं शक्नुमः इति कृत्वा अन्य उपायः किमपि नास्ति इति कृत्वा तस्य नित्यत्वं तस्य इत्युक्ते आकाशे विद्यमान एकत्वस्यापि नित्यत्वं स्वीकृतम् बहु समीचीनम् अस्तु अत्र स्थगयामः समयः जातः इतोपि अग्रिमवर्गे इतोपि पुनस्मारणमेव भवति अस्तु सर्वेभ्यो नमस्कारः धन्यवादाश्च